वैकुण्ठसाधकः पन्थः स तु गोप्यो हि वर्तते तस्योपदेष्टा पुरुषः प्रायो भाग्येन लभ्यते। किन्तु वैकुण्ठसाधकः मोक्षसाधकः पन्थाः गोप्यः रहस्यः वर्तते। स मार्गः कैरपि ऋषिभिः न ज्ञेयः अस्ति। तस्य उपदेष्टा पुरुषः भाग्येन कश्चिद् एव लभ्यते।